अस्तु, तर्हि अद्य स्वादिगणः इति पाठः प्रवर्तते अद्यापि. तर्हि पुनः पुनस्मरणरूपेण किञ्चित् पश्यामः. सुब्रह्मण्यं कोऽपि वदति वा कार्यविशेषतया किं किं कार्याणि इति स्वादिगणः इति वदामः चेत् सोपानानि वदति वा? अहं वदामि वा भगिनि? अत्र प्रश्नः अस्ति स्वादिगणे विशेषकार्याणि कानि इति खलु भगिनि? अत्र सोपानानि अत्र धातवः न धातवः न प्रत्ययाः चतुर्विधाः हलादि पित् प्रत्ययः हलादि अपित् प्रत्ययः अजादि पित् प्रत्ययः अजादि अपित् प्रत्ययः अनन्तरम् अत्र अङ्गं यदि असंयोगपूर्व उकारः वा अथवा संयोगपूर्व उकारः वा इति एतानि अंशानि एते अंशे स्मरणं कृत्वा स्मरणेन स्थापयित्वा वयं निश्चयं करिष्यामः सोपानानि कानि इति. अत्र यदि अत्र अङ्गं यदि संयोगपूर्व उकारः अस्ति तर्हि अत्र अजादि अपित् प्रत्ययः अस्ति तस्मिन् सन्दर्भे अत्र कार्यं भवति अचि स्नु धातु भ्रुवां युवोर् यङ् वङ्गौ इत्यनेन अत्र उकारस्य स्थाने उवङ् आदेशः भवति. यदि हलादिपित् हलादिपित् अस्ति चेत् अत्र पित् सार्वधातुक आर्धधातुकयोः इत्यनेन अत्र गुणकार्यं भवति. अनन्तरं यदि असंयोगपूर्व उकारः अस्ति अजादि अपित् इदानीम् अजादि संयोगपूर्व उकारः उकारान्तङ्गं तर्हि अजादि इति कार्याणि भवन्ति अजादि हलादि नु इति प्रत्ययः नु इति भवति अस्तु भगिनि अजादिपित् अपि प्रथमं यथा हलादिपित् प्रत्ययेषु यथा कार्यं भवति तथा एव अत्रापि प्रथमं सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भवति. अनन्तरम् अत्र तर्हि नु भवति नो इति भवति प्रत्ययान्तं नु नो भवति तथा एव भवति खलु तथा एव भवति. अनन्तरम् अत्र अकारादिप्रत्ययः अस्ति चेत् अजादिप्रत्ययः अस्ति चेत् किं भवति अत्र एचोयवायावः इत्यनेन सन्धिकार्यं भवति अत्र ओकारः अकारः अस्ति चेत् तस्मात् तस्य अनन्तरम् अव इति आगच्छति यथा अत्र शक्नु योगः आनि अत्र शक्नो योगः आनि अनन्तरम् ओकारः अव भवति शक्नवानि इति तिङन्तपदं निष्पन्नं भवति अत्र. यदि हलादि अपित् अस्ति हलादि अपित् अस्ति चेत् अत्र कोऽपि कार्यं न भवति केवलं वर्णमेलनमेव यथा शक्नु योगः तः प्रथमपुरुषद्विवचने शक्नुतः इति भवति. यदि अजादि अपित् अस्ति अत्र यदि धात् अङ्गं संयोगपूर्व उकारः अस्ति चेत् अस्ति तर्हि अत्र अचिष्णु धातुभ्रुवां योर् यङ् उवङ्गौ इत्यनेन उकारस्य स्थाने उवङ् आदेशः भवति. अत्र प्रथमं इको यणचि अनन्तरं सार्वधातुकार्धधातुकयोः सार्वधातुकमपित् तस्मात् अत्र नित्वत् कारणतः निति च इत्यनेन गुणनिषेधः अनन्तरम् अचिष्णु धातुभ्रुवां युवर् यङ् उवङ्गौ इत्यनेन उवङ् आदेशः इति भवति. यदि संयोग असंयोगपूर्व उकारः अस्ति चेत् प्रायः अन्यः धन्यवादः. रामप्रिया भगिनी वदति भगिनि असंयोगपूर्वकारः कीदृशधातूनाम् असंयोगपूर्वकारः भवति? अजन्तधातूनां कृते असंयोगपूर्व उकारः भवति. यदा चि इति अजन्तधातु उदाहरणरूपेण स्वीकुर्मः चेत् चिनु इति अङ्गं तत्तु असंयोगपूर्व उकारः. पित्सु समानकार्यमेव यदा हलन्तधातूनां कृते महोदय उक्तवान् तदानीमेव अपित्सु एव भेदः भवति. प्रथमं तु किं गुणनिषेधः भवति तदानीं वर्णमेलनमेव चिनुतः इति रूपम्. अपवादभूत अजादि लोटि हि लोपः भवति अजन्तधातूनाम् अपित्सु चिनु योगहि अस्ति चेत् चिनु एव भवति. अनन्तरं वकारमकारपरे उकारस्य विकल्पेन लोपः भवति. लोपश्च अन्यतरस्यां मोहो इति सूत्रम् अत्र हि लोपः तु क्षम्यताम् आम् उतश्च प्रत्ययादसंयोगपूर्वात् तत्तु हि लोपः. अजादि अस्ति चेत् अजादि अपि अस्ति चेत् अचिष्णुधातुभ्यां युवोर् यङ्गौ इत्यस्य स्थाने हुष्णुवोः सार्वधातुके इति सूत्रं कार्यं करोति. यण् आदेशः भवति. तर्हि पूर्वमेव यण् आसीत् खलु इको यण् अस्ति इत्यनेन तर्हि सन्तति पुनः वदति वा भगिनि? आदौ इको यण् अस्ति प्रथमम् अजादि अस्ति वर्णनिमित्तकं कार्यमस्ति वर्णनिमित्तकं तत् प्रबाद्य सार्वधातुक अर्धधातुकयोः इति सूत्रं कार्यं कर्तुम् आगच्छति. अपित् अस्ति अतः सार्वधातुकम् अपित् इति नित्वत् भवति. ङिति च इति सूत्रेण गुणनिषेधः भवति. अनन्तरम् अचिष्णु धातुभ्रुवां युवोर् यङ्गौ अस्य प्रसक्तिः अस्ति परन्तु असंयोगपूर्व उकारः अस्ति अतः हुष्णुवोः सार्वधातुके इति सूत्रम् आगत्य यण् आदेशः भवति. धन्यवादः भगिनि. अस्तु तर्हि अन्य कः अस्ति नाम उच्यतु कृपया? पुष्पभगिनी. नमस्ते भगिनि, मीना अस्मि. मीना भगिनी नमस्ते भगिनि. अन्य कः अस्ति? पुष्प. पुष्प भगिनी लिखितवती. आं भगिनि, अन्य कोऽपि अस्ति वा? अस्तु तर्हि मणिमहोदय वदति. इको एनचि इति अत्र सूत्रमस्ति खलु, तस्य प्रत्येकम् अनुवृत्तिसहितसूत्रं पठति वा? इको एनचि इति अस्ति. इको एनचि आं महोदय, मणिमहोदय भवान् एव. इको स्थाने सार्वतत्त्वार्थतत्त्वयोः ईक्वर्णः गुणः भवति. आं महोदय, अत्र सूत्रं लिखितमस्ति करपत्रे, तर्हि तत् पठति पठित्वास्थाने यन् आदेशः स्यात् अचि परे संहितायां विषये इकः यन् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्. सवर्णे अचि परे अकः सवर्णे दीर्घः इत्यनेन यन् बाधितम्. इकः षष्ट्यन्तं यन् प्रथमान्तम् अचि सप्तम्यान्तं द्विप्रथमिदं सूत्रं संहितायाम् इत्यस्य अधिकारः. अनुवर्तितसूत्रम् इकः यन् अचि संहितायां सूत्रार्थः वदति निमित्तानि कानि इति. निमित्तं सार्वतत्त्वम् आर्धतत्त्वं न, अत्र तु वर्णकार्यमस्ति खलु, सार्वधातुक अर्धातुक इति किमपि नास्ति, केवलं वर्णस्य एव कारणमस्ति कार्यमस्ति. इक्वर्णस्य गुण आदेशः यन् आदेशः, हा यन् आदेशः भवति सम्यक्, किन्तु निमित्तं किं, पूर्वम् इक्वर्णः भवेत् ऐकः इति पञ्चम्य पञ्चमी विभक्ति, एकः इति षष्ठी विभक्ति खलु. आम् अचि परे, आं महोदय, तर्हि अचुवर्णः परे अस्ति चेत् यण् आदेशः भवति, इकः स्थाने यण् आदेशः, इकः स्थाने इति वदामः किमर्थमित्युक्ते षष्ठी विभक्त्याम् अस्ति, तर्हि स्थाने इत्यस्य यण् आदेशः भवति पूर्णतया. पूर्वपरयोः एकः आदेशः भवति खलु, पूर्वतयोः स्तरे नास्ति, किन्तु पूर्वतन इकः स्थाने यन् आदेशः भवति, अचि तिष्ठति खलु, अचुवर्णः तिष्ठति. धन्यवादः, धन्यवादः महोदय. पुष्पभगिनी अग्रिमं सूत्रं किञ्चित् पठित्वा सूत्रार्थं वदतु. कुत्र अचिष्णुदातृ भगिनी एकः प्रश्नः. वदतु. इकः संहितायां, संहितायां षष्ठी अस्ति, संहितायाम् अचि संहितायां, संहितायाम् अचि परे संहितायां विषये विषयसप्तमी अस्ति, विषयसप्तमी विषयसप्तमी अस्ति संहितायाम् इति इत्युक्ते अनन्तरम् आगच्छति चेत् इति, साक्षात् परे आगच्छति चेत् तादृशसन्दर्भः. अत्र एव सूत्रार्थः अत्र महोदय लिखितमस्ति खलु, विषयसप्तमी यण् विषयसप्तमी सतिसप्तमी किञ्चित् बहु भ्रमः अस्ति. हा, इदानीम् अस्माकं सूत्रे तु वयं सतिसप्तमी इत्युक्ते अध्यापके आगते सति छात्राः उत्तिष्ठन्ति इति वक्तुं शक्नुमः, किञ्चित् यथा पूर्वतनकार्यं सम्भवति तस्मिन् समये किं भवति, अनन्तरं यत् उक्तमस्ति तत् सम्भवति, कार्यं सम्भवति इति. अत्र तु अस्माकं सूत्रे तु सप्तमी निमित्तसप्तमी आगच्छति, नो चेत् विषयसप्तमी आगच्छति. अत्र सतिसप्तमी इति अत्र किमपि सतिसप्तमी पूर्णवाक्यं न आगच्छति, तर्हि निमित्तसप्तमी अत्र किम् इति वक्तुं वदति वा भगिनि? ओके, सतिसप्तमी सूत्रे न आगच्छति, ईवेण्ट् बेस्ड् कोरिलेशन् संहितायां अत्र विषयसप्तमी अस्ति चेत् त्यजतु, अत्र निमित्तसप्तमी किम् इति वदति वा? निमित्तसप्तमी विषयसप्तमी भेदः अस्ति, हा अस्ति, अत्र अस्ति इति निमित्तसप्तमी अस्ति, अचि इति सप्तमी अन्तम् अस्ति खलु, अच् वर्णः इति अस्ति, अच् प्रत्याहारे एकः वर्णः अच् इति अस्ति, किन्तु अचि इति सप्तमी, हलन्तम् इति अचि कारणमस्ति, निमित्तमस्ति, अतः निमित्तसप्तमी. अच्च कारणमस्ति, निमित्तमस्ति. अच्च नास्ति चेत् तथा न भवति खलु. निमित्तमस्ति. इदानीं विषयसप्तमी इत्युक्ते अत्रैव महोदयेन लिखितं स्यात् अचि परे संहितायां विषये. इदानीं संहितायाम् इति पूर्वम् आगच्छति वा परम् आगच्छति? संहितायाम् इति एकं निमित्तमस्ति वा? नास्ति खलु. निमित्तं नास्ति खलु. संहितायाम् इत्युक्ते निमित्तम् इति नास्ति. संहितायाम् इति किमर्थं तत्र सप्तमी उपयुक्तमस्ति? तस्मिन् विषये यदा चर्चां कुर्मः इत्युक्ते तादृशसन्दर्भे सन्दर्भेषु यण् आदेशः भवति. So, some kind of a classification or group or... No, tatha nasi. Asmin sandarbhe iti aham vadami khalu. Circumstance? Asmin sandarbhe, in this context iti aham vadami. Tari kimartam aham yenneti kimartam upayogam karami. Kimartam iti vishyam asti khalu. Tadrusha vishye, tadrusha sandarbhe iti. Vishyam upayogam. Vishyase karyam asti. तथा एव संस्कृतेन अपि इन् दिस् काण्टेक्स्ट् इति यथा आङ्ग्लभाषायां वदामः इम् इति उपयोगं कुर्मः, तथा एव अस्मिन् सन्दर्भे तादृश सन्दर्भे इति वयं वदामः. तर्हि तथा एव अस्मिन् विषये इति तादृशविषयं यदा आगच्छति, संहिता इति अत्र विषयम् आगच्छति, तस्मिन् सन्दर्भे अचि परे आगच्छति चेत् यण् आदेशः भवति. स्पष्टमस्ति. धन्यवादः भगिनि. धन्यवादः. निमित्तसप्तमी इत्युक्ते साक्षात् तदेव कारणं स्यात्, परे आगच्छति इति एव. किमर्थमिति पाणिनीयसूत्रे यत्र सप्तमी प्रयुक्तमस्ति इत्युक्ते पूर्वकार्यं खलु. तर्हि पूर्वकार्यमस्ति चेत् निमित्तसप्तमी. निमित्तानि सप्तमी विभक्ति न विभक्तौ न इति निमित्तसप्तमी. इदानीं निमित्तपञ्चमी अपि भवति खलु. निमित्तपञ्चमी अस्तु. निमित्त तृतीया अपि भवति. आं भगिनि, ष्टुणाष्टुः इत्यस्मिन् निमित्त तृतीया विभक्तिः अस्ति. ष्टुणाष्टुः इदानीं निमित्त निमित्तसप्तमी अस्ति इत्युक्ते पूर्वकार्यम्. इद पाणिनि निमित्तसप्तमी साधारणनिमित्तसप्तमी भेदः अस्ति इति मन्ये. निमित्तसप्तमी सत्यम्. अत्र अस्माकं सूत्रे इत्युक्ते निमित्तसप्तमी इत्युक्ते पूर्वकार्यम् इति अर्थः. अन्य यत्किमपि अस्ति अस्मिन् विषये चर्चां कुर्मः इति तादृशसन्दर्भे ते संहितायाम् इति अस्ति, तर्हि तथा यथा सप्तमी प्रयुक्तमस्ति यथा लौकिकभाषायां यथा वदामः तादृशसप्तमी प्रयुक्तमस्ति चेत् तत् विषयसप्तमी इति तथा इति मम आगमनं भगिनि. अचि अचि तु सप्तमी एव अस्ति न? अचि संहितायां संहिता अत्र पदं तदपि संहिता इति अस्ति. तर्हि सप्तमी द्वयम् अस्ति, किन्तु एकः एकमस्ति निमित्तसप्तमी, अन्यत् अस्ति विषयसप्तमी. अस्तु भगिनि, अग्रिमसूत्रं शक्ति वा? अचिष्णु धातु ब्रुवां यो इवङ्गौ इवङ्गौ प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं तत् तावदेव व्योः श्नु धातु ब्रुवाम् अङ्गानां इयङ् इवङ्गौ अचि प्रथमवाक्यं किमपि पठति वा भगिनि? प्रथमवाक्यं प्रथमवाक्य श्लुप्रत्ययान्तस्य स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य इकारान्त उकारान्तधातुरूपी अङ्गस्य ब्रूं प्रातिपदिकस्य ब्रूपातिपदिकस्य येषाम् इकारस्य उकारस्य स्थाने क्रमेण यं वं च आदेशो भवति अजादि प्रत्यये पदे। तर्हि सूत्रं पठनार्थं यत् किं चिन्तितव्यम् इत्युक्ते प्रथमं सप्तमी विभक्त्यां के के सन्ति इति वक्तव्यम् इति चिन्तनीयम्। अनन्तरं यत्किमपि प्रथमाविभक्त्याम् अस्ति वा, तृतीयाविभक्त्याम् अस्ति वा, पञ्चम्याम् अस्ति वा, षष्ट्याम् अस्ति वा इति द्रष्टव्यम्। एकत्र तत्सर्वं स्थापनीयम्। इदानीं सप्तम्यां किमस्ति अत्र? तत्तु सप्त अत्र द्योः इति सूत्रार्थः पश्यति चेत् द्योः इत्युक्ते उकार वकार इकार उकारयोः इति व्योः इति आगच्छति। सन्धिं कृत्वा व्योः इति अस्ति अत्र। द्योः स्थाने इति सूत्रार्थः वदति खलु, इकारस्य उकारस्य स्थाने। तर्हि स्थाने इति अस्ति, स्थाने सर्वदा षष्टिविभक्ति उपयोगं करोति। तर्हि अत्र व्योः इति षष्टिविभक्ति, द्योः इति षष्टिविभक्त्यामपि आगच्छति, सप्तम्यामपि आगच्छति, किन्तु अस्माभिः इदानीं स्थाने भवति अस्मिन् सूत्रे, अतः षष्टिविभक्ति इति अवगन्तुं शक्नुमः। तर्हि अनन्तरं किम् अस्ति सप्तम्यां सप्तमीविभक्त्याम् अत्र? तत्तु सप्तमी नास्ति, सप्तमी नास्ति, भवान् द्वितीय न सप्तम्यां किं किम् अस्तु। इदानीं धातु श्नु धातु ब्रुवां कस्मिन् विभक्त्याम् अस्ति? तेषां द्वितीय न षष्टि षष्टि ओके तेषां गृहं षष्टि जनानां तु षष्टि षष्टि अस्ति आम् षष्टि कृतं सम्यक् अस्ति आं भगिनि, प्रथमाविभक्त्याम् अस्ति। अस्तु इदानीम् अचितु सप्तमी विभक्ति सप्तमी उत्तमं भगिनि। तर्हि किम् उक्तमस्ति अत्र सूत्रे? अचि सप्तमी इति अस्ति इत्युक्ते अचुवर्णः परे आगच्छति खलु, परम् अचुवर्णः आगच्छति। इदानीं ततः पूर्वं किम् अस्ति? इदानीं षष्ट्यां किं के के सन्ति? युवोः अस्ति, स्नुधातु ब्रुवाम् अस्ति, अङ्गानाम् अस्ति, एतानि सर्वाणि तु षष्ट्याम् अस्ति। तर्हि एतेषां सर्वेषां स्थाने स्थाने भवति खलु, षष्टि इत्युक्ते स्थाने। इदानीम् एतेषां सर्वेषां स्थाने किम् आदेशः भवति? यत्र प्रथमा आदेशः आगम प्रथमा विभक्त्याम् अस्ति चेत् आदेशः आगमः वा लोपः वा भवति। तर्हि इयङ्गौ इति प्रथमाविभक्त्याम् अस्ति, द्विवचने अस्ति, तर्हि तस्य आदेशः भवति इति अवगन्तुं शक्नुमः। इदानीम् अत्र भागत्रयं वर्तते खलु, इदानीं युवोः अस्ति, श्नु धातु ब्रुवाम् अङ्गानाम् इति अस्ति। अस्य पठनपठनदये इदानीं ब्रू इत्युक्ते ब्रू प्रातिपदिकम् इति जानीमः, तस्यापि स्पीकर् फोन् अस्ति वा, ध्वनिं प्रतिध्वनिः श्रूयते? एकनिमिषम् अस्तु। ब्रू इति प्रातिपदिकम् इति जानी जानीमः ब्रू प्रातिपदिकम् अङ्गम् ब्रू प्रातिपदिकं तादृश अङ्गम् इति अस्ति, तत्तु एकमस्ति। इदानीम् अन्यत् अस्ति श्नु इति अस्ति, श्नु अपि अङ्गं श्नु इति प्रत्ययः अस्ति खलु, तर्हि शु अङ्गाना इदानीम् अनन्तरं किम् अस्ति योः धातु इति अस्ति योः धातु इति तिष्ठ श्नु धातु इति वदनस्य तु अर्थः न पूरयति खलु श्नु इति प्रत्ययः अस्ति तर्हि श्नु अङ्गानाम् इति एव वक्तुं शक्नुमः इदानीं धातु इति पदस्य विशेषणं किम् इत्युक्ते योः योः कीदृशधातुः योः धातुः तर्हि योः योः धातुरूपि अङ्गस्य तर्हि इदानीं यदा वयं स्पष्टतया वदामः चेत् भ्रूप्रातिपदिकस्य श्नु अङ्गस्य अनन्तरं भ्रूप्रातिपदिकाङ्गस्य श्नु अङ्गस्य अनन्तरं योः धातु अङ्गस्य अपि तेषां सर्वेषां स्थाने योर् इयं उवङ्ग् आदेशः भवति अचिपरे अचिपरे इति अवगन्तुं शक्नुमः इदानीम् अमीना भगिनी वदति वा तर्हि इदानीं युवानां युवोः इति अत्र उपयोगमस्ति अथवा अन्यत्र अन्यत्र उपयोगमस्ति मम भगिनी अत्र तनादिगणे ऊ इति तनादिगणे अस्ति खलु ऊ इति विकरणप्रत्ययः आगच्छति तत्र आगच्छति सो युवोः भ्रू प्रातिपदिकं द्वयोरपि अत्र न उपयोगमस्ति आम् आं भगिनि सत्यम् अत्र तु श्नु अङ्गम् इति एव अस्ति इदानीं श्नु अङ्गम् इति अस्ति तर्हि श्नु अङ्गम् प्रत्ययः श्नु अङ्गं कथम् अस्ति तदेव पृच्छामि श्नु अङ्गम् इत्युक्ते श्नु इति अङ्गम् इति अर्थः वा किम् अर्थः कथं जानीमः भगिनि वदति वा मीना भगिनि परिभाषा अस्ति श्नु इति प्रत्ययः इति एक परिभाषा पूर्णतया न स्मरामि परिभाषा अस्ति इति एव स्मरामि अत्र एव अस्ति खलु अत्र एव अस्ति एकनिमिषम् स्वादिगणे अस्ति न श्नु श्नु धातु श्नु प्रत्ययः स्वादिगणे अस्ति तर्हि अत्र एव अस्ति परिभाषा तर्हि कथं जानीमः श्नु इति प्रत्ययः अस्ति तर्हि श्नु अङ्गम् इति वदामः चेत् श्नु इति साक्षात् अङ्गं वा नो चेत् धातुरूपी धातु मेलनं भूत्वा अनन्तरं यथा अङ्गम् आगच्छति तत्तु वा बिकास् श्नु इत्युक्ते प्रत्ययः अस्ति श्नु अङ्गम् इत्युक्ते किं श्नु प्रसङ्गे प्रत्ययग्रहणे तदन्ताग्राह्याय परिभाषा अस्ति यस्य अङ्गस्य अन्ते श्नु प्रत्ययः स्यात् तस्मात् इत्यर्थः तर्हि यत्र वयम् अत्र तु प्रत्ययमेव गृहीतमस्ति खलु श्नु अङ्गमिति प्रत्ययमेव गृहीतमस्ति अत्र तु धातु अङ्गमिति किमपि ततः पूर्वं यदि शक्नु इति अस्ति शक् इति धातु अस्ति चेत् तत्तु न तस्य तु अत्र सूत्रे तु ग्रहणं न अभवत् किन्तु एतत् परिभाषासूत्रं किं भवति यत्र प्रत्ययं गृह्णामः तस्मिन् समये तद् अन्ताः अपि ग्राह्याः भवन्ति इत्युक्ते शक् योगः श्नु शक्नु इति येषाम् अन्ते श्नु प्रत्ययः अस्ति तानपि तादृश अङ्गानपि वयं गृह्णामः अत्र तर्हि इन्क्लूडेड् भवति अत्र इदानीं योः अङ्गानाम् इति अस्ति इदानीं योः अङ्गानाम् इत्युक्ते किं इकारान्त उकारान्त इति एकम् अङ्गम् अस्ति चेत् तादृश अङ्गस्य इति अर्थः वा धातुशब्दस्य इति लिखितमस्ति योः इति धातु अङ्गानाम् अस्तु सम्यक् अस्ति इदानीं तर्हि इकारान्तधातुः उकारान्तधातुः इति साक्षात् अस्ति वा साक्षात् तेषाम् एव कार्यं भवति वा पूर्वमेव अहं उक्तवन्तः तत्रापि एकं परिभाषासूत्रमस्ति दस्यति स्मरति वा न स्मरामि रामप्रिया भगिनी वदतु येन विधिष्ठदन्तस्य किल परिभाषासूत्र साक्षात् येन विधि तदन्तस्य इति सूत्रस्य किमपि कार्यं नास्ति तर्हि तत्तु अन्यान् सूत्रान् सहायं करोति तर्हि अतः तस्य नाम परिभाषासूत्रमिति वदामः सूत्रमस्ति परिभाषा अपि परिभाषासूत्र तर्हि येन विधि तदन्तस्य इति सूत्रं किं वदति यस्य अन्ते येन येन इत्युक्ते येन विधिः तत् अन्तस्य अपि भवति इत्युक्ते योः धातु अङ्गम् इति वदामः चेत् यस्य धातोः अन्ते इकार उकार उकारः यस्य धातु अङ्गस्य इकार उकारः अस्ति तादृश अङ्गानामपि ग्रहणं भवति अत्र तादृश अङ्गानामपि समानविधिः सम्भवति एतद् विधिः तेषामपि सम्भवति इति स्पष्टं वा स्पष्टम् अस्तु भगिनि इदानीम् इदानीम् इदानीं इयङ् वोङ्ग् इति अस्ति पूर्णतया तादृश अङ्गानां ब्रूपात् प्रातिपदिकस्य स्थाने इयङ् आदेशः उवङ् आदेशः तथा एव श्नु अङ्गस्य शक्नु इति अङ्गमस्ति खलु श्नु अङ्गमस्ति तर्हि श्नु अङ्गस्य पूर्णतया उवङ् आदेशः इति भवति वा कुत्र कुत्र आदेशः भवति इति कथं जानीमः अन्तिमवर्णः एव अलोन्त्यस्य अलोन्त्यस्य इति परिभाषासूत्रमस्ति आं भगिनि अलोन्त्यस्य इति परिभाषासूत्रेण अन्तिम अल्वर्णस्य एव भवति इत्युक्ते उकारस्य वा इकारस्य एव भवति इदानीं श्नु इत्यस्मिन् अन्तिम अच्वर्णः अल्वर्णः किम् अस्ति अन्तिम उ एव तथा एव इकारधातु अङ्गम् इत्युक्ते इकारान्तधातु अङ्गम् इत्युक्ते तत्र अन्तिमवर्णः कः इकारः एव इकारः उकारधातु अङ्गम् इत्युक्ते ते अन्तिमवर्णः कः अल्वर्णः कः तथा एव ब्रू प्रातिपदिकस्य अन्तिमवर्णः कः उकारः तेषाम् अन्तिम उकारः वा इकारः वा तयोः स्थाने एव भवति इयङ् उवङ् आदेशः भवति पूर्णतया नाति सूत्रे तदा परिभाषासूत्रम् अस्ति इति अनेक स्थाने अस्ति अनेक आदेशः अस्ति सन्ति चेत् रेस्पेक्टिव्लि इति एक परिभाषा अस्ति अग्रे एव अस्ति भगिनि इत्युक्ते भगिनी एव पठतु अत्र अनेकासि सर्वस्य इति अनेकाल्षित् सर्वस्य आदेशः अनेकाल्षित् चेत् सर्वस्य स्थाने आदेशो भवति न तु अन्त्यस्य तर्हि इदानीम् अस्माकं प्रश्नः किं भवति अनेकाल्षित् सर्वस्य इति सूत्रम् आदौ अलोन्तस्य इति वदति अन्तिमवर्णस्य एव भवतु इति वदति खलु अल्वर्णस्य एव भवतु इति इदानीम् अनेकाल्षित् सर्वस्य सूत्रं किं वदति यत्र अनेक अल् सन्ति आदेशस्य अनेकल् आदेशस्य अनेकाल् अस्ति वा अस्माकम् इदानीम् इति वा अनेक एक अल्वर्णः अस्ति वा अनेके अल्वर्णाः सन्ति वा इयङ् इत्यस्य हलन्त्यं तस्य लोपः ई अनुनासिकवर् य अनेक अस्ति इय इति अनेकवर्ण अनेके वर्णाः सन्ति आं तर्हि अनेक अल् वर्ण अस्ति आदेशस्य. तर्हि एतत् परिभाषासूत्रं किं वदति? अनेकाक्षर सर्वस्य यत्र अनेकाल् आदेशः भवति तर्हि सर्वदा अन्तिम अल्वर्णस्य मास्तु, पूर्णतया आदेशः भवतु. तर्हि किं भवति? अस्माकं शक्नु इत्यस्य इदानीं पूङ्गादेशः भवति चेत् किं भवति? पूङ् इत्येव भवति. शक्नु इत्यस्य पूर्णतया ओङ् भवतु इति एतत् सूत्रं वदति. अनेकाश्चित्वस्य इदानीम् अग्रे अस्ति, अग्रिमसूत्रमपि पठतु. ङिच् ङित् आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति, न तु सर्वस्य. तर्हि इदानीम् अस्माकं इयङ् उवङ् कीदृश आदेशः अस्ति? ङित् अस्ति, अतः अलोन्त्यस्य इत्यस्य अपवादः अन्तिमवर्णस्य एव आदेशः भवति. अलोन्त्यस्य इत्यस्य अपवादः अस्ति अनेकाश्चित्तस्य. अनेकाश्चित्तस्य इत्यस्य अपवादः अस्ति ङिच्छ. तर्हि इदानीं किम् अभवत्? अनेकाल् चेदपि इयङ् उवङ् इति द्वौ आदेशौ तयोः अनेक अल् वर्णः सन्ति चेदपि, वर्णाः सन्ति चेदपि मित् अस्ति. इयङ् नकारस्य लोपः भवति खलु, उवङ् नकारस्य लोपः भवति हलन्त्यमिति सूत्रेण. तर्हि मित् अस्ति, इयङ् मित् अस्ति, उवङ् अपि मित् अस्ति. तर्हि तयोः किं भवति? निच्च इति सूत्रेण यत्र आदेशः नित् अस्ति, इयङ् इति नित् अस्ति, उवङ् इति नित् अस्ति, तर्हि यत्र इयङ् उवङ् आदेशः भवति तत्र अनेक अल् वर्णः चेदपि अन्त्यस्य एव भवतु इति. तर्हि अस्माकं पुनः यत्किमित्युक्ते श्नु इत्यस्य, शक्नु इत्यस्य अन्तिम अल् वर्णस्य उकारस्य एव भवति. अस्तु भगिनि, धन्यवादः भगिनि. रामप्रिया भगिनी वदति वा उष्णोः सार्वधातुके? आं भगिनि, उष्णोः सार्वधातुके प्रथमवाक्यं ऊ धातुः च अनेकाच् श्नु प्रत्ययान्तम् अङ्गं च तयोः असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण् आदेशो भवति अजादि सार्वधातुकप्रत्यये परे. अनुवृत्तिसहितसूत्रम् अनेकाचः कूष्णुवोः असंयोगपूर्वस्य ओहो अङ्गस्य यण् अचि सार्वधातुके. अत्र असंयोगपूर्वस्य ओहो षष्टिविभक्त्याम् अस्ति, अङ्गस्य अपि षष्टिविभक्त्याम् अस्ति, अचि सार्वधातुके सप्तमी विभक्त्याम् अस्ति, यण् प्रथमा विभक्ति, यण् आदेशः ऊष्णुवोः अनेकाचः अपि प्रथमा एव, ऊष्णुवोः अपि प्रथमा पुनः पश्यतु अनेका क्षम्यताम् ऊष्णुवोः किल ऊष्णोः आदेशः उकारस्य स्थाने आदेशः भवति तस्य स्थाने किल. तर्हि पञ्चमी अस्ति, षष्टि अस्ति वा, सप्तमी अस्ति वा उष्णोः? षष्टि किल भगिनि? षष्टि अस्ति. आं भगिनि, षष्टि तथा एव अनेकाचः षष्टि अस्ति वा? षष्टि वा, पञ्चमी वा, षष्टि एव. षष्टि एव. असंयोगपूर्वः पूर्वस्य षष्टि, ओहो इति उकारस्य षष्टि, अङ्गस्य षष्टि, सप्तमी सार्वधातुके, सार्वधातुक अचि सार्वधातुके परे अस्ति चेत् यण् आदेशः भवति. इदानीम् अचि सार्वधातुके अस्ति, अत्र अत्र अस्माकं विशेषणं किं, विशेषं किम्? सार्वधातुके अचि प्रतिध्वनि. प्रायः म्यूट् कुर्वन्तु कृपया सर्वे. सार्वधातुके अचि, सार्वधातुके अचि इति भवति भगिनि विशेषणं सार्वधातुके अचि इति साधारणतया सूत्रेषु सर्वत्र अचि इति आगच्छति खलु. इदानीं सार्वधातुके इति प्रायः अचि अहं मन्ये अचि इति विशेष्यमस्ति, सार्वधातुके इति विशेषणमस्ति. किमर्थम् इत्युक्ते सार्वधातुक अचि भवेत् नो चेत् आर्धधातुक अचि भवति, नो चेत् केवलं वर्णम् अपि भवति खलु. तर्हि कीदृश अचि सार्वधातुक अचि परे, सार्वधातुके अचि परे कीदृशकार्यं सम्भवति? इदानीं कस्य आगमः भवति, कस्य आदेशः भवति, किम् आदेशः, किं किम् आदेशः भवति, कः आदेशः भवति? इदानीं कस्य स्थाने इति अस्ति, अस्माकं विशेषणं किम् अस्ति अत्र? असंयोगपूर्वस्य अनेकाचः असंयोगपूर्वस्य अङ्गस्य ततः अन्यत् इदानीम् इतोपि अस्ति अङ्गस्य इति विशेषणमस्ति. ओ अङ्गस्य इति अङ्गस्य यण् आदेशः भवति. तदानीं कीदृश अङ्गस्य इदानीं प्रश्नः उदेति. इदानीं विशेषं भवति अङ्गस्य इति विशेष क्षम्यतां विशेषमस्ति अङ्गस्य इति खलु. इदानीं कीदृश अङ्गस्य विशेषणानि कानि अङ्गस्य इत्यस्य कीदृश अङ्गस्य? असंयोगपूर्वस्य ओहो अङ्गस्य. इदानीं ओहो अङ्गस्य, ओहो अङ्गस्य, ओहो अङ्गस्य. तर्हि ओहो अङ्गस्य कीदृश ओहो अङ्गस्य? ओहो अङ्गस्य इत्युक्ते अत्र अचिष्णु अचिष्णु धातु भ्रुवां यो अङ्गौ तस्यापि कार्यं समानकार्यं खलु, उकारान्ताङ्गस्य. तर्हि ओहो इदानीं कीदृश ओहो अङ्गस्य? असंयोगपूर्वस्य ओहो अङ्गस्य. ओहो अङ्गस्य इदानीं पुनः कीदृश अङ्गस्य? कूष्णुवोः असंयो अङ्गस्य. प्रथमं श्नु इति वक्तव्यमासीत् इति मन्ये. कुष्णुवोः ओहो अङ्गस्य, अनन्तरं श्नु प्रत्यान्तम् ओहो अङ्गं तु उभयत्र आगच्छति खलु, अतिष्णु गृहम् अस्ति अत्रापि अस्ति. इदानीम् असंयोगपूर्वस्य इति विशेषणं भवति कुष्णुवोः इत्यस्य. तर्हि कुष्णुवोः ओहो अङ्गस्य कीदृश कुष्णुवोः ओहो अङ्गस्य? असंयोगपूर्वस्य कुष्णुवोः ओहो अङ्गस्य. इदानीं कीदृश असंयोगपूर्वस्य? अनेकाचः असंयोगपूर्वस्य कुष्णुवोः ओहो अङ्गस्य इति वक्तुं शक्नुमः, लिखितुं शक्नुमः. ओ आम् आम् तर्हि कुष्णु तर्हि सा लौकिकभाषया वदति वा तर्हि परे अचु अचि सार्वधातुके इति अस्ति. सार्वधातुके अचि परे अस्ति चेत् यण् आदेशः भवति यदा अङ्गस्य असंयोगपूर्वस्य ओहो अङ्ग उष्णुवोः ओहो असंयोगपूर्वस्य अङ्गस्य स्थाने अनेकाचः स्थाने इति धातुः अस्ति, श्नु इति प्रत्ययः अस्ति. इदानीं कथं जानीमः श्नु इति प्रत्ययः अस्ति? तर्हि कथं जानीमः श्नु इत्युक्ते साक्षात् श्नु अङ्गस्य इति वा? येन विधिस्तदन्तस्य वा किल? श्नु इति प्रत्ययः अस्ति, प्रत्ययः श्नु इति प्रत्ययः. इदानीं श्नु इति येन विधिस्तदन्तस्य इति परिभाषा वदति चेत् शक्ष्णु शक्ष्णु इति वक्तव्यम् आसीत्, किन्तु शा इति लोपः भवति, श्नु एव अवशिष्यते. किन्तु तर्हि श्नु इति प्रत्ययः अस्ति, तर्हि तर्हि कीदृश किं का परिभाषा अस्ति? ओ यस्मिन् तदातौ ग्रहणे प्रत्यये ग्रहणे तदन्ताः ग्राह्याः पूर्वमेव अस्माभिः पठितं खलु, यत्र प्रत्ययस्य ग्रहणं भवति इत्युक्ते तदन्ताः अपि ग्राह्याः भवन्ति इति. तर्हि यस्मिन् श्नु इति प्रत्ययस्य ग्रहणम् अत्र अभवत् इत्युक्ते यस्य अन्ते श्नु प्रत्ययः अस्ति, प्रत्ययः इत्युक्ते शकारः न भवति अत्र, लोभः भवति. शक्नु इति एतस्य तस्य चिनु शक्नु तेषामपि ग्रहणं भवति, किन्तु असंयोगपूर्वस्य इति वदति शक्नु इत्यस्य ग्रहणं न भवति, किन्तु चिनु इत्यस्य एव ग्रहणं भवति अत्र असंयोगपूर्वस्य एव. भगिनी श्नु प्रसङ्गे अपि परिभाषायाम् अस्ति किम्? श्नु प्रसङ्गे वा? श्नु प्रसङ्गे बोल्ड् मे न अस्ति, अतः सन्देहमस्ति. श्नु प्रसङ्गे फाण्ट् बोल्ड् मे न अस्ति. श्नु प्रत्ययस्य कृते अत्र महोदय प्रायः प्रसङ्गे अपि परिभाषायाः पूर्वमेव दृष्टं खलु अत्र असिष्णुधातुभ्रुवाङ् यूरिङ्गो इति यथा पठामः स्म तस्मिन् तत्र आसीत् खलु प्रत्ययग्रहणे श्नु प्रसङ्गे प्रत्ययग्रहणे तदन्तः ग्राह्याः इति तद् समानकार्यं खलु अत्र अपि अत्र भगिनि पश्यति चेत् एकनिमिषं भगिनि अत्र पश्यति चेत् तस्य एव अनुवृत्ति अग्रिमसूत्रमस्ति 6477 खलु एतत् अस्ति 6487 अस्ति खलु प्रायः यत्र सूत्रपाठः अष्टाध्यायी सूत्रम् उद्घाटयति चेत् अवगन्तुं शक्नोति. एकः प्रश्नः अत्र दृष्ट्वा इदानीं सूत्रपाठे 116 इति पेज् नम्बर् स्वीकरोति चेत् तत्र अस्ति षष्ठादे चतुर्थपादे 77 इति अतिष्णु अङ्गस्य इयङ्गु अङ्गौ इति तर्हि अतिष्णुधातु ब्रुवाम् इत्यतः एव कुष्णोः सार्वधातुके इत्यस्य एतत् पर्यन्तम् एतावत् पर्यन्तम् इयङ्गु अङ्ग आदेशाः भवन्ति तर्हि ततः एव अनुवृत्तिः अपि भवति सर्वत्र तत् श्नु इत्यस्ति समानकार्यमस्ति श्नु इति प्रत्ययः अस्ति चेत् प्रत्ययग्रहणे दन्ताः ग्राहा इति परिभाषा कार्यं करोति तत्र तथा एव इदानीम् ओः अङ्गस्य इति अस्ति चेत् अस्य एव अस्ति यस्य अङ्गस्य अन्ते उकारः अस्ति अत्र ओः अङ्गस्य इति वर्णं कार्यमस्ति वर्णकार्यमस्ति चेत् एन विधिः तद् तस्य किन्तु प्रत्ययस्य का अन्ते अस्ति चेत् प्रत्ययग्रहणे तदन्ताः ग्राह्यः इति परिभाषा अधुना वयं कथं जानीमः कस्य स्थाने आदेशः भवति पूर्णतया भवति वा नो चेत् कुत्र भवति कस्य स्थाने भवति इति साक्षात् कस्य स्थाने भवति इति कथं जानीमः यण् आदेशः पूर्णतया भवति वा श्नु अन्त्यस्य एव अल् अन्तस्य एव भवति खलु केन केन परिभाषया कया परिभाषया येन विधिः तद् तद् अन्तस्य तत् न किञ्चित् न भ्रमः जातः अलोन्तस्य अलोन्तस्य इति आम् कस्य स्थाने आदेशः भवति इति अलोन्तस्य वदति किन्तु केन कारणेन इदानीं तत् पश्यतु येन इति तृतीयविभक्त्यम् तृतीयविभक्तिः इत्युक्ते अस्माकं लौकिकभाषायां येन केन कारणेन भवति इत्यस्य प्रश्नस्य उत्तरं तत्र अस्ति येन इति तदन्तस्य इति केन कारणेन इत्युक्ते तृतीया यत्र यत्र उकारान्तम् अस्ति उकारान्तम् अङ्गमस्ति ओङ् ओहो अङ्गस्य इत्यस्य परिभाषासूत्रं वदति यत्र यत्र ओहो इति साक्षात् अङ्गं नास्ति किन्तु यस्य अन्ते उकारः अस्ति तेषामपि विधिः समानविधिः भवति इति तेन विधिः तद् अन्तस्य इति अस्ति खलु इदानीं यत्र कार्यं सम्भवति इति प्रश्नस्य उत्तरमस्ति अल् अन्तस्य अलोन्तस्य अल् अन्तस्य एव लोपः वा आदेशः वा भवति षष्टि अस्ति अतः स्थानी ओः इत्यस्य स्थाने अस्ति. आम् सत्यं. किन्तु ओहो अत्र श्नु ओहो अस्ति तर्हि पूर्णतया भवति वा इति प्रश्नः. केन विधिस्तदन्तस्य वदति यस्य ओहो इति साक्षात् उकारान्तम् अङ्गं नास्ति किन्तु यस्य अङ्गस्य अन्ते उकारः अस्ति. उदाहरणार्थं चिनु इति अङ्गं चिनु अङ्गस्य अपि अत्र समानविधिः भवति इति वदति. किन्तु कथं जानीमः यत्र आदेशः अस्ति यन् आदेशः पूर्णतया चिनु इत्यस्य स्थाने भवति वा यन् आदेशः? षष्टि अलोन्त्यस्य षष्टि अस्ति अतः स्थानी इति अलन्तस्य स्थाने येन आदेशः येन इति तृतीयकारणमस्ति अतः यस्मात् कारणात् अतः अन्तिमवर्ण इति कारणमस्ति भगिनि. अत्र हू कत्र कथम् अस्ति? हू इति धातुः अस्ति जुहोत्यादिगणे आगच्छति तर्हि तत्र अपि एक सूत्रस्य कार्यं तत्र कार्यं करोति करोति जुहु इति भवति जुहोति इति आगच्छति खलु. अस्तु अस्तु अस्तु अस्तु जुह्वति जुहोति जुह्वति जुह्हु योगः अपि जुह्वति इति उमङ्गादेशः तत्र अपि भवति यण्णादेशः भवति तत्र जुह्वति. आं जुह्वति इति यण्णादेशः वकारः. अभवत् मीनभगिनी अवगतं वा येन विधिस्तदन्तस्य अलोन्तस्य कुत्र अस्ति आदेन विधिस्तदन्तस्य इति कारणेन कुत्र केन कारणेन इति अवगच्छामः. अनन्तरं कुत्र भवति इत्यस्य प्रश्नं यस्य स्थाने भवति इत्यस्य प्रश्नं अलोन्तस्य इति वदति. इदानीं यण् आदेशः तु एकः एव अल्वर्णः एकः एव अल्वर्णः अस्ति खलु. तर्हि अनेकाचित् सर्वस्य इदानीं कार्यं करोति वा? पूर्वम् अस्माभिः दृष्टम् उवङ् आदेशे अनेकाचित् सर्वस्य इति आगतं खलु. किमर्थम् इत्युक्ते आदेशः अनेके आदेशे अनेके अल्वर्णः आसन् अतः अनेकाचित् सर्वस्य इति कार्यम् इत्यस्य प्रसक्तिः आसीत्. अधुना प्रसक्तिः अस्ति वा अनेकाचित् सर्वस्य इत्यस्य? अनेकाचित् सर्वस्य इति प्रसक्तिः अस्ति. अस्ति वा? आदेशः कीदृशः? यण् आदेशः खलु. यण् अस्ति एक यण् प्रत्याहारे एकः एव वर्णः एकवर्णः अस्ति अतः प्रसक्तिः अपि नास्ति. अन्तिमवर्णस्य स्थाने आदेशः. सुब्रह्मण्यमहोदय वदति वा किं किं पठामः इदानीं उतश्चत्रस्य आम् भगिनि. उतश्च प्रत्ययादसंयोगपूर्वात् अत्र प्रत्ययावयव उकारात् प्राक् संयोगः नास्ति चेत् प्रत्ययावयव उकारात् प्राक् संयोगः नास्ति चेत् परस्य हि प्रत्ययस्य लुक् लोपः भवति. अनुवृत्तिसहितसूत्रम् अत्र असंयोगपूर्वात् प्रत्ययात् उतः अङ्गात् च हेः लुक् अत्र अत्र अत्र अङ्गस्य इति अङ्गात् इति परिवर्तनं करोतु महोदय. परिवर्तनं भवति अत्र अत्र अङ्गात् इति पञ्चमी विभक्ति अस्ति. तत् हे हे इति तु अत्र षष्ठी विभक्ति अस्ति. लुक् इति प्रथमा विभक्ति अस्ति. तत्कारणात् अत्र हि स्थाने लुक् आगच्छति. अत्र अत्र अङ्गात् इति इति विशेष्यमस्ति. अनन्तरम् विशेष्यमस्ति. उतः इति विशेषणमस्ति. उतः अङ्गात् इति अत्र कीदृश उकारः इति इत्युक्ते प्रत्ययात् उतः अस्ति, अनन्तरं कीदृशः इत्युक्ते उकारप्रत्ययात् प्रत्यय उकारः एव, यथा श्नु अस्ति अत्र यः उकारः अस्ति तत्तु प्रत्यय उकारः अस्ति, अनन्तरं कीदृश उकारः अस्ति इत्युक्ते अत्र यः उकारः असंयोगपूर्व उकारः अस्ति, तत्कारणात् अत्र असंयोगपूर्वात् प्रत्ययात् उतः अङ्गात् अत्र हि स्थाने लोपः भवति इति. कीदृशः प्रत्यय उकारः? प्रत्यय उकारः एव, प्रत्यय उकारः अनन्तरं असंयोगपूर्व उकारः अपि द्वयोः प्रत्यय उकारः असंयोगपूर्वप्रत्यय उकारः परः हि तस्य लोपः भवति इति अर्थः अत्र. अत्र येन विधिस्थदन्तस्य इत्यनेन यस्य अन्ते उकारः अस्ति इति, यस्य अङ्गस्य अन्ते उकारः अस्ति, अनन्तरम् अलोन्त्यस्य इत्यनेन अत्र पूर्ण अङ्गस्य स्थानेन, परन्तु उकारस्य अत्र प्रसक्तिः नास्ति भगिनि. अत्र हे हे लुक् अस्ति, अत्र अलोन्तस्य इत्यस्य कोऽपि प्रायः तस्य प्रसक्तिः नास्ति एव अत्र, किमर्थं चेत् हि स्थाने लोपः आगच्छति इति एव अत्र पूर्णतया लोपः आगच्छति. भगिनी कृपया लुक् लोपः इति किञ्चित् भेदः अस्ति इति स्मरणं सम्यक् न स्मरामि, किञ्चित् यत्र लोपः प्रत्ययलोपे प्रत्ययलक्षणम् इति यत्र प्रत्ययस्य लोपः भवति लक्षणं तिष्ठति भगिनि, किन्तु लुक् तथा नास्ति. लुक् इति लक्षणं न तिष्ठति, लोपः इति लक्षणं तिष्ठति. तिष्ठति आं भगिनि. अस्तु, लोपक्षेपति लक्षणं भवति, अत्र लुक् भवति, अतः हकारे परे आगच्छति चेत् यदि किमपि सूत्राणि सन्ति चेत् यत्र हकारे परे एतादृशकार्यं भवतु इति अस्ति चेत् तेषां सूत्राणां प्रसक्तिः अग्रे न भवति. किमर्थम् इत्युक्ते लुक् भवति, लोपः न भवति किन्तु लुक् भवति. अस्तु, धन्यवादः महोदय. इदानीं मणिमहोदय अस्ति. वदति वा महोदय, लोपस्य लोपस्य अस्य अन्यतरस्यां मोहो अनुच्छेदसूत्रम् अस्य असंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य लोपः च मोहो अन्यतरस्याम्. यत्र असंयोगपूर्व उकारः अस्ति चेत् अन्तिम अङ्गस्य अन्तिम उकारः अस्ति चेत् अत्र विकल्पेन यत्र व मौ प्रत्ययः अस्ति चेत् अत्र उकारः विकल्पेन लोपो भवति. आं महोदय, इदानीं प्रथमविभक्त्यां किं किम् अस्ति, तृतीयविभक्त्यां किं किम् अस्ति इति वदति. अत्र अनुवृत्तिसहितसूत्रमस्ति किल, अस्य असमयपूर्वस्य षष्ठ्य प्रत्ययस्य अपि षष्ठी उतः अपि उतः षष्ठी अङ्गस्य अपि षष्ठी भवेत्. आं महोदय, लोपः इति लोपः उकारः ओन्लि लोपः न लोपः इति कीदृश पुनः पुनः पश्यतु मोहो इति अत्र मोहो इति सप्तमी अस्ति मोहो इति मकारः वा पकारः वा परे आगच्छति मकार परे आगच्छति चेत् इति अन्यतरसम् इत्युक्ते विकल्पेन इति एतत् सूत्रं विकल्पेन कार्यं लोपः भवति यत्र वा सूत्रेषु यत्र वा इति उपयुक्तमस्ति नो चेत् पाणिनिना वा इति सूचयति चेत् विकल्पः इति अर्थः तथा एव अन्यतरसम् इत्युक्ते अपि विकल्पः इति सूत्रेषु छन्दः भवतु इति तथा कुत्रचित् लोपः इति उपयोगं करोति कुत्रचित् अन्यतरस्याम् इति उपयोगं करोति हृदम् इति वदामः खलु महोदय तर्हि इदानीं कस्य इदानीं कीदृशकार्यमस्ति प्रथमाविभक्त्यां यत्रस्ति तदेव आदेशः आगमः वा लोपः वा भवति खलु इदानीं लोपः इति अस्ति तर्हि यत्र षष्ठीविभक्तिः अस्ति तत्र स्थानी भवति खलु षष्ठीविभक्तिः स्थानी भवति सप्तमी पर पूर्वकार्यं भवति इत्युक्ते परे आगच्छति इदानीं वकारे मकारे परे इति वक्तुं शक्नुमः इदानीं षष्ठी किं किम् अस्ति षष्ठी अस्य असंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य इत्यस्य विशेषणं किं विशेष्यं किम् आदौ अङ्गस्य इति विशेष्यम् अस्ति कीदृश अङ्गस्य लोपः भवति असंयोगपूर्वस्य अङ्गस्य इदानीं ततः पूर्वम् उतः अङ्गस्य इदानीं सब्सेट् कृत्वा वयं गच्छामः इनिशियलि वि हाव् अ बिग्गर् सेट् अङ्गस्य इति बिग्गर् सेट् अस्ति अनन्तरं तस्य सब्सेट् अस्ति कीदृश अङ्गस्य उतः अङ्गस्य इदानीं कीदृश उतः अङ्गस्य तस्य सब्सेट् अस्ति इदानीं सेट् अस्ति खलु सब्सेट् इति मेथमेटिक्स् मध्ये पश्यामः खलु लेसर् वन् कीदृश उतः अङ्गस्य प्रत्ययस्य उतः अङ्गस्य प्रत्यय उतः यत्र उकारः प्रत्यय प्रत्ययान्तम् अङ्गमस्ति तत् प्रत्यय अवयवः अपि तादृश अङ्गस्य इदानीं कीदृशप्रत्यय उतः अङ्गस्य असंयोगपूर्वस्य प्रत्यय अङ्गस्य तत्र उकारस्य असंयोगपूर्वः भवतु इति अस्तु महोदय तर्हि लोपः भवति मोः अग्रे परे इति अर्थः कथम् अस्ति अस्य अनुवृत्तिः इति अनुवृत्तिः इति अनुवृत्त्यर्थं तथा तत्र अस्ति इति उक्तवान् कुत्रचित् च इति वदति स इत्युक्ते पुनः अग्रे आदौ इदानीं उतस्य प्रत्यादसंयोगपूर्वात् अनुवृत्तिः कुत्रचित् पूर्वसूत्रात् अनुवृत्तिः भवतु इति च इति उक्तवान् ऐ वेण्ट् टु द शाप् अण्ड् ऐ वेण्ट् टु द स्कूल् and iti anuvrutihi pratamat anuvrutihi and went to the school means and I went to the school iti anuvrutihi bhavati tatha eva asya iti etasya api pratamam hehe luk bhavati idani asya lopah bhavati asya iti te asayoga purvasya pratyayasya utah iti tatatah purvatana sutra anuvrutihi asya etat karyam api bhavatu iti इदानीं कस्य लोपः पूर्णतया अङ्गस्य लोपः भवति वा इत्युक्ते श्नु इदानीं प्रत्यय उकारप्रत्ययः इति अस्ति तर्हि असंयोगपूर्वप्रत्ययस्य कीदृशम् इत्युक्ते उकारान्तप्रत्ययः इति अस्ति तर्हि कथं जानीमः पूर्णतया कुतः प्रत्यय अङ्गस्य वा नो चेत् कथं जानीमः केन कारणेन भवति इति कथं जानीमः कीदृश अङ्गस्य इति कथं जानीमः तर्हि तत्र येन विधिः तदन्तस्य इति सूत्रं वदति यस्य अङ्गस्य उकारः अस्ति तेषामपि विधिः भवति उकारः इत्यस्य अत्र प्रत्ययस्य नाम न उक्तम् अस्ति श्नु इति न उक्तमस्ति तर्हि एन विधिस्तदन्तस्य इति सूत्रं वदति, उ इति अङ्गस्य इति मास्तु किन्तु इति नास्ति, किन्तु साक्षात् उ अङ्गस्य इति नास्ति, किन्तु यस्य अङ्गस्य अन्ते उकारः अस्ति तेषामपि समानविधिः इति एन विधिस्तदन्तस्य इति. अनन्तरं लोपः इति अस्ति, तर्हि पूर्णतया अङ्गस्य लोपः भवति वा? अङ्गस्य लोपः इति उक्तमस्ति. अल् अन्तस्य सूत्रं वदति पूर्णतया न किन्तु अल् अन्तस्य एव भवति भवतु इति. समीचीनं खलु महोदय? समीचीनं महोदय. अभवत् खलु संशयः अस्ति वा एतावत् पर्यन्तं? न सन्देहः अस्ति. धन्यवादः भगिनी. अत्र पूर्वं वीणा भगिनी पृष्टवती खलु अत्र लुक् लोपः इत्यनयोः भेदः कः इति. पूर्वतनसूत्रे तु लुक् अस्ति, लोपश्च अस्य अन्यतरस्यां वोः इति सूत्रे तु लोपः अस्ति. अत्र एकवारं पुनः वदति वा भेदः कः? अत्र तु भेदः किम् इति अहं किमपि साक्षात् मकारवकारयोः इदानीं यत्र लोपः भवति किमपि कार्यम् अत्र नास्ति महोदय. किन्तु यत्र लोपः भवति इति एकनिमिष वदामि, अहं वदामि. यत्र अग्रे गत्वा अनेके अभ्यासाः अस्माभिः कर्तव्याः महोदय. इत्युक्ते यत्र अवृत्तवर्णः अस्ति लङ्लकारे, यत्र तकारः अस्ति खलु, तर्हि यत्र हलन्तङ्गम् अस्ति चेत् अनन्तरं तकारः अस्ति, लङ्लकारे तकारः एव तिष्ठति खलु, इदानीं बरस्मि भवति त इति. तर्हि हलन्तधातु अस्ति चेत् अपृत्तस्य लोपः भवति, तत्र तकारस्य लोपः भवति. किन्तु तथापि पित् इति स्वीकृत्य गुणकार्यं भवति, पुगन्तलघुपदस्य चेति सूत्रं कार्यं करोति. यत्र अन्तिमतकारस्य लङ्लकारस्य तकारः अस्ति खलु, परस्मपरस्मपरि एकवचनं, तकारस्य लोपः यथा भवति केचन सन्दर्भेषु तकारस्य लोपः भवति, सकारस्य तकारस्य च लोपः भवति. यत्र परस्मपरस्मपरि एकवचने प्रथमपुरुषे एकवचने, प्रथमपुरुषे मध्यमपुरुषे एकवचने तकार सकारः अस्ति खलु, तत्र लोपः भूत्वा लङ्लकारे तकारः तिष्ठति, सिद्धतिङ् प्रत्ययाः सन्ति खलु, तकारः सकारः इति सिद्धतिङ् प्रत्ययाः परस्मैपदि. इदानीं यत्र हलन्तङ्गम् अस्ति चेत् तकारस्य सकारस्य लोपः भवति, अन्यत् सूत्रमस्ति तत् लोपः यदा भवति. किन्तु इदानीम् अस्माकं तित् आसीत् खलु, सकारः सकारः सकारः तित् आसीत्, तर्हि तित् इत्यस्मात् पुगन्तलघुपदस्य इत्यस्य कार्यं सम्भवति धातुं गत्वा. अत्र प्रत्ययस्य लक्षणं तिष्ठति इति लोपः, यद्यपि प्रत्ययः अपगच्छति तदापि अत्र प्रत्ययस्य लक्षणं तिष्ठति. तिष्ठति महोदय. इदानीं अस्माकं साधारणतया एतावत्पर्यन्तं किमपि कार्यम् अस्माभिः अधिकतया न दृष्टवन्तः, किन्तु यत्र लोपः भवति लक्षणं तिष्ठति. धन्यवादः. धन्यवादः. किञ्चित् आदेशप्रत्ययः इति मीना भगिनी वदति. आदेशप्रत्ययोः इण् प्रत्याहारात् कवर्गीयात् च आदेशरूपी अथवा प्रत्यय अवयवः अपदान्तः सकारः अस्ति चेत् तस्य सकारस्य स्थाने षकार आदेशो भवति. नुम् विसर्गः शप्रत्यहारस्थवर्णः शर् प्रत्यहारस्थवर्णः च मध्ये सन्ति चेदपि कार्यं भवति. अनुवृत्तिसहितसूत्रम् इण्कोः आदेशप्रत्ययोः अपदान्तस्य सह मूर्धन्यः संहितायां नुं विसर्जनीय शर्व्यवायेऽपि. इण्कोः आदेशप्रत्ययोः अपदान्तस्य एकैकं स्वीकृत्य पश्यामः. इण्कोः इति षष्टि अपदान्तस्य षष्टि इति स्पष्टं सः इति अपदान्तस्य सः इति मिलित्वा आगच्छति, तर्हि सः अपि षष्टि भवति. सः षष्टि किमर्थमित्युक्ते सः सकारस्य स्थाने सः सकारस्य स्थाने प्रथम अस्ति. सः इति षष्टि सकारः अकारः नास्ति हलन्तम् अस्ति सकारः इति. षष्टि अपदान्तस्य सः आदेशप्रत्ययोः इति प्रायः पञ्चमी भवितुमर्हति, चतुर्थी भवितुमर्हति, पञ्चमी चतुर्थी भवितुमर्हति वा? आं खलु न चतुर्थी न पञ्चमी षष्टि भवितुमर्हति, सप्तमी भवति, षष्टि एव मन्ये. आदेशः इण्कोः इण्कोः इति तत्र पञ्चमी भवेत्. अत्र पञ्चमी एव भवति भगिनी, अत्र पञ्चमी एव खलु. आमां तस्मात् अनन्तरमेव तस्य अनन्तरमेव कार्यं भवति खलु, परकार्यमस्ति. आं महोदय. हा आदेशप्रत्ययोः इति षष्टिः अस्ति, सत्यमस्ति, किन्तु इण्कोः इति पञ्चमी खलु. हा इदानीम् इण्कोः इदानीं मूर्धन्यः इति सः इत्यस्य अपि तदपि मूर्धन्यः अमूर्धन्यः इति कीदृशविभक्तिं कस्मिन् कस्यां विभक्त्याम् अस्ति मूर्धन्यः? प्रथमाविभक्ति आं भगिनि, प्रथमाविभक्ति. आम् इदानीं संहितायाम् इति तस्मिन् विषये इति विषयकथमिति, तर्हि तत् त्यजामः, साक्षात् परे आगच्छति इत्युक्ते अर्थः. आम् इदानीं किं भवति, कस्यापि स्पीकर् कुर्मः पुनः आगतं चेत् इदानीं तर्हि सः इत्यस्य मूर्धन्यः आदेशः, इदानीम् आदेशः कः भवति? मूर्धन्यः अस्ति, मूर्धन्यः इति आदेशः. सः इत्यस्य स्थाने मूर्धन्यः इत्युक्ते मूर्धन्यवर्णः के के सन्ति इदानीं? मूर्धन्यः इत्युक्ते किं? मूर्धन्यवर्णाः, मूर्धन्यवर्णाः के के सन्ति? ठ डड्ढ ण श अपि श एव परिभाषा आदेशः परिभाषा अस्ति. सिमिलर् लेटर्स् सानिवत् नाट् सानिवत् अत्रैव सूत्रे एव अस्ति, पश्यतु सेम् स्थानेन्तरतमः इत्यनेन षकारः आगच्छति. परिभाषासूत्रमस्ति आं भगिनि, किमर्थम् इत्युक्ते साक्षात् सूत्रस्य किमपि कार्यं नास्ति, सहायमेव करोति खलु, यथा अत्र सहायं करोति. स्थानेन्तरतमः इत्यनेन सकारस्य स्थाने षकारः. किञ्चित् म्यूट् कुर्वन्तु सर्वे, प्रतिध्वनिः आगच्छति. परिभाषासूत्रः अष्टाध्यायां न सन्ति, अन्य टीकाकारः तथा नास्ति. यत्र परिभाषासूत्रम् इति वदामः तत्र अष्टाध्यायां सन्ति, परिभाषासूत्रम् उदाहरणार्थं येन विधिस्तदन्तस्य इति परिभाषासूत्रमस्ति. किमर्थं प्रथम अध्याये प्रथमपादे द्विसप्ततिसमसूत्रं समसूत्रमस्ति. इदानीं अन्यत् यत्र परिभाषा इति एव अस्ति, परिभाषासूत्रम् इति न वदामः, किन्तु परिभाषा इति वदामः, तत् अन्य टीकाकारैः तत् कृतः, तत् कृता सा कृता. इदानीम् अष्टाध्यायं सूत्राणि, एकनिमिषं भगिनि, अष्टाध्यायं सूत्राणि सूत्राणि षड् सूत्राणां षड्विधाः सन्ति. संज्ञासूत्रमिति अस्ति, नामकरणम्, अनन्तरं विधिसूत्रमस्ति, यत् यत्र आगमः, आदेशः, लोपः, एतत्तु विधिसूत्रमस्ति खलु, लोपः इति आगच्छति, विधिसूत्रमस्ति. निषेधमपि विधिसूत्रमस्ति. अनन्तरम् अधिकारसूत्रमस्ति, यत्र अनुवृत्तिः आगच्छति, अङ्गस्य इति एकं सूत्रमस्ति. तस्य तु साक्षात् तस्य किमपि कार्यं नास्ति, किन्तु अनुवृत्तिः भवति, तस्य अनुवृत्तिः अग्रे यत् यानि सूत्राणि आगच्छन्ति तत्र अनुवृत्तिः आगच्छति अङ्गस्य इत्यस्य. तर्हि अङ्गस्य इति अधिकारसूत्रमस्ति. किञ्चित् म्यूट् कुर्वन्तु कृपया. रामप्रिया भगिनि, फोन् प्रतिध्वनि आयाति, न जाने कस्य इति न जाने, किञ्चित् अहं प्रायः म्यूट् करिष्यामि. अत्र अहं स्टार् फै अहं नोदितवती, कृपया स्टार् सिक्स् नोदयतु आगच्छतु, यत्र नाम वदामि. इदानीम् अस्माकं किमस्ति इत्युक्ते इदानीम् अधिकारसूत्रम् अस्ति, यत्र अनुवृत्तिः आगच्छति, तत्तु तृतीयसूत्रमस्ति, विधसूत्रमस्ति, भेदः अस्ति. अनन्तरं चतुर्थभेदः अस्ति अतिदेशसूत्रमिति, यत्र गुणपरिवर्तनम् आगच्छति, गुणम् इत्युक्ते यत्र आरोपयति, गुणम् आरोपयति, यत्र सार्वधातुकम् अप्युत्ति, सार्वधातुकमपि निद्वद्भवति इति. तर्हि तत् अतिदेशसूत्रमस्ति. पञ्चम विभागः अस्ति परिभाषा इति, परिभाषासूत्रमस्ति, येन विधिस्तदन्तस्य इति सूत्रं परिभाषासूत्रमस्ति, अलोन्तस्य अपि परिभाषासूत्रमस्ति. तेषां साक्षात् कार्यं किमपि नास्ति, किन्तु अन्यान् सूत्रान् सहायं करोति, सूत्रान् सहायं करोति. अनन्तरं षष्ठविभागः अस्ति नियमसूत्राणि इति. नियमसूत्राणि, नियम इति तत्तु अहं सम्यक्तया न जानामि, तर्हि नियमसूत्रम् इति अस्ति. तर्हि परिभाषा इत्युक्ते, परिभाषासूत्रम् इत्युक्ते अष्टाध्याय्याम् आगच्छति, किन्तु परिभाषा इति यत् साक्षात् केवलं परिभाषा इति वदामः चेत् अन्यैः टीकाकारैः कृता. भगिनी मीना भगिनी अस्ति, अहं सम्भाषणं करोति. नियमसूत्रम् इति तत्तु इदानीम् अहं सम्यक्तया न जानामि भगिनि, कुत्रचित् पठितवती, किन्तु मम तत्र किञ्चित् क्लेशः अस्ति. नियम इति तत् अत्र भगिनि अग्रे वद महोदय. अत्र भगिनि, भगिनि वदतु, वदतु भगिनि. नम्बर्स् परिभाषासूत्र, नम्बर्स् संस्कृत भाषा नास्ति, मम जानामि. संख्या अस्ति, अस्ति भगिनि. अन्य टीकाकारैः यत् कृतमस्ति तत् सर्वम् आवलीं कृत्य प्रायः लभ्यते, तत्र तेषां संख्या अस्ति. आं भगिनि, तेषामपि संख्या अस्ति, किन्तु यत्र वयं 1144 1136 इति आगच्छति, तत्तु अष्टाध्यायी सूत्रमिति अवगन्तुं शक्नुमः महोदयस्य करपत्रे. अस्तु, अस्तु. इदानीं कुत्र स्मः? अस्तु, इदानीं मूर्धन्यः इति स्थानेन्तरमः क्रमः इति परिभाषया वयं जानीमः, षकारः, सकारस्य स्थाने षकारः आगच्छति इति आगन्तुं शक्नुमः. इदानीं सकारः इति विशेष्यमस्ति खलु, तर्हि भगिनी वदतु कीदृशसकारः? अपदान्तस्य सकारः. पुनः कीदृश अपदान्तस्य सकारः? आदेशप्रत्ययोः अपदान्तस्य सकारः. यदि आदेशः भवतु, नो चेत् प्रत्ययः भवतु, उभोपि तादृश अपदान्तसकारः. आं भगिनि, अत्र प्रत्ययः अपि अत्र प्रत्ययः इदानीम् अपदान्तसकारः इत्युक्ते किम्? सकारः पदस्य अन्तिमवर्णः नास्ति. इण्कोः अपि आदेशः वा प्रत्ययः वा इत्यस्य विशेषणम् प्रायः इन्कोः इति विभक्तिपरिवर्तनं कृत्वा लेखनीयमासीत्. इन्कोः षष्टि एव अपदान्तस्य प्रत्ययोः षष्टि अस्ति. इन्कोः इति षष्टि अस्ति किन्तु विभक्तिपरिवर्तनं भवति अत्र. इन्कोः प्रत्ययस्य पूर्वम् अस्ति. पूर्वं भवति. आं भगिनि, तादृशप्रत्ययस्य पूर्वम् इन्कोः. आम्, सकारस्य पूर्वम् इन्कोः. ओके, श्नु इति प्रत्ययः अस्ति, उकारः एव तिष्ठति, तस्य तत् विकरणप्रत्ययः तस्य अनन्तरं तिङन्तप्रत्ययः से इति आगच्छति. आं भगिनि, इदानीं श्नु इति तत्र अन्ते उकारः अस्ति, तत् इन्कोः इत्युक्ते किम् अत्र? इन्कोः इन् प्रत्याहारः तस्यान्तरं वर्णः उकारः अस्ति. इन् प्रत्याहार ये वर्णाः अस्ति ते पञ्चमी ते आदौ भवतु इति, पूर्वं भवतु इति. अनन्तरं कुः इति अस्ति, कोः इति अस्ति खलु. इन्कोः इत्युक्ते कुः, कुः इत्युक्ते किं? कवर्ग अस्ति, कवर्गः. कवर्गेषु एक किमपि वर्ण कापि वर्णः कोऽपि वर्णः आदौ अस्ति चेत् अनन्तरम् आदेशरूपी अपदान्तसकारः, नो चेत् प्रत्ययरूपी अपदान्तसकारः अस्ति चेत् तस्य सकारस्य स्थाने मूर्धन्यवर्णः आगच्छति. संहितायाम् इत्युक्ते साक्षात् अनन्तरम् आगच्छति चेत्. अस्तु भगिनि, इदानीं रामप्रिया भगिनी वदति वा अनन्तरं नुं विसर्जनीय सर्वे वा एपि इति. म्यूट् अन्म्यूट् कुर्वन्तु भगिनि. अहं इदानीं श्रूयते भगिनि. कुत्र भगिनि? नुम् इदानीम् आदेशप्रत्ययोः इति सूत्रे एव नुं विसर्जनीय शर्व्यवायति इत्यपि भागः अस्ति, इष्टमस्ति. आम् विसर्जनीय तद् तद् प्रथमा किल. आं भगिनि, तत् अनन् व्यवायेति इति प्रथमा किमपि नास्ति, तथापि एतत् कार्यं भवति इति वदति. तर्हि व्यवधानम् इत्युक्ते सूत्रमस्ति, मध्ये आगच्छति इति. एकं सूत्रमासीत्, अहं विस्मृतवती व्यवधानम् इत्यस्य. अग्रिमे अग्रे क्षामि, ईपत्ररूपेण प्रेषयामि. व्यवधानम् इत्युक्ते मध्ये आगच्छति चेदपि. आं भगिनि, तर्हि नुम् इत्युक्ते किम्? नुमागमः. तद् आं नुमागमः. शर् इति शकारः वा? शर् प्रत्याहारः. शर् प्रत्याहारे यदि शशसर् मध्ये आगच्छति चेदपि एतत् कार्यं सम्भवति इति. सम्भवति. धन्यवादः भगिनि. इदानीं भगिनी एव करोति वा एकम्? इदानीं सिस्टं किमस्ति, वयं तु अशीति धातुः वयं पूर्वमेव दृष्टवन्तः खलु गतसप्ताहे. आं भगिनि, तर्हि इदानीं वयं चिनु इति पश्यामः, आत्मनेपदिरूपं सिष्टमस्ति, तत्र कृत्वा वयं समापयामः, इदानीं सार्धदशवादनम् अभवत्, शीघ्रं गच्छामः. तर्हि आत्मने किलु इत्यस्य आत्मनेपदीरूपं वदति वा लट्लकाररूपाणि? आम्, चिनु इति असंयोगपूर्व उकारः अस्ति. प्रथमपुरुष एकवचनं, चिनुयोगः ते, हलादि अपित् अस्ति, अतः गुणनिषेधः भवति. सार्वधातुकमपि ङिति च इति सूत्रेण चिनुते इति रूपं. चिनुयोगः आते, अत्र अजादि अपित् अस्ति. उष्णुवोः सार्वधातुके सूत्रेण यण् आदेशः भवति. चिन् वाते इति रूपम्. बहुवचने चिनुयोगः अते, अजादि अपित् अस्ति, अत्रापि उष्णुवोः सार्वधातुके इति सूत्रेण यण् आदेशः भवति. चिन्वते मध्यमपुरुषम् अपि वदामि वा? मध्यमपुरुषे चिनुयोगः से, हलादि अपित् अस्ति, गुणनिषेधः भवति. सार्वधातुकमपि ङिति च इति सूत्रेण. अत्र तु षत्वविधिः अपदान्तसकारः अस्ति. आदेशप्रत्ययोः इति सूत्रेण षत्वविधिः शिनु चिनुषे इति रूपम्. चिनु द्विवचने चिनुयोगः आते, अजादि अपित् अस्ति, अतः प्रथमं तु गुणनिषेधः, अनन्तरं कूष्णुवोः सार्वधातुके इति सूत्रेण यण् आदेशः भवति. चिन्वाते इति रूपम्. द्वे तु हलादि अपित् अस्ति बहुवचने. चिनु केवलं वर्णमेलनं, गुणनिषेधः. चिनुद्वे इति रूपम्. उत्तमपुरुषे चिनुयोगः ए, अजादि अपित् अस्ति, गुणनिषेधः, अनन्तरं उष्णुवोः सार्वधातुके इति सूत्रेण यण् आदेशः. चिन्वे इति द्विवचने हलादि अपित् अस्ति वहे. प्रथमं तु चिन्वहे इति रूपं भवति, विकल्पेन क्षम्यतां, चिनुवहे इति रूपं भवति, विकल्पेन चिन्वहे इति अपि रूपम्. उकारान्तस्य लोपः, लोपश्चास्य अन्यतरस्यां मोहो इति सूत्रेण उकारान्तस्य लोपः चिन्वहे इति रूपम्. तदानीमेव बहुवचने अपि चिन्महे चिनुमहे इति द्वे रूपे. धन्यवादः भगिनी. इदानीं पुष्पा भगिनी वदति वा लोट्लकारे? लोट्लकारे तु आत्मनेपदी आत्मनेपदी न लोट्लकार न तां तु अपित् अस्ति अज हल् हल् हल् प्रत्ययः हलादि हलादिप्रत्ययः. तर्हि गुणकार्यं भवति वा हलादि अपित् चेत्? हलादि अपित् गुणकार्यं न न भवति. अपित् केन सूत्रेण? केन सूत्रेण हलादि अपित् एकवर्णचिन गुणकार्यं न भवति. यदि गुणकार्यं भवति चेत् सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भवेत्, किन्तु अत्र न भवति खलु. न भवति केन सूत्रेण इत्युक्ते सार्वधातुकम् अपित् सार्वधातुकम् अपित् इति अनुवृत्तिः आगच्छति. सार्वधातुकेन गुणनिषेधः आतां तु अजादि अपित् अस्ति. अजादि अपित् तु एकोणचि आयाति, किन्तु तद् प्रभाद्य किम् आगच्छति? एकोणचि प्रभाद्य प्रभाद्य सार्वधातुक अर्धधातुक न तत्र प्रभाद्य किम् आगच्छति? किमर्थम् इत्युक्ते अपित् अस्ति अतः कार्यकार्यं न भवति सार्वधातुकमपि नितीच इत्यनेन गुणनिषेधः तर्हि तत् प्रभाति किम् आगच्छति अनन्तरं इकोणचि आदेशः भवति किन्तु अत्र न भवति खलु किमर्थम् अत्र हुष्णोः सार्वधातुके इत्यनेन अत्र चिनु चिनु इति असंयोगपूर्व उकारः तत्र संयुक्तवर्णः नास्ति खलु तर्हि असंयोगपूर्व उकारः इत्यस्मात् हुष्णोः सार्वधातुके इत्यनेन यण्णादेशः चिन्वताम् चिन्वाताम् अत्र अतः तु इदानीं करो खलु विश्व लोट्लकार लोट्लकर ओ मै गॉड स्वा स्वा स्वकार अपित् अस्ति हल् हलादि अस्ति प्रत्ययः गुणकचिनश्व निषिद्धम् अस्ति सार्वधातुकापित् नित्वत् अथवा निच्च नितिच्च अस्ति प्रत्ययोः इत्यनेन सकारस्य षकारः आयाति अस्तु चिनुष्व चिनुष्व आयाति हलादि अस्ति ध्वं चिनुध्वं वर्णं नास्ति वर्णमेलनं वर्णमेलनं चिनुध्वम् ऐ ऐ तु चिन्वै न चिन्वै अजादि अपित् एतदैव वदतु अजादि अपित् अस्ति तर्हि अहम् अजादि अपित् वा पित् वा अपित् पुनः पश्यतु मीना भगिनी वदति वा आडुत्तमस्य पिच इति लोट्लकार अतः अपित्वम् अस्ति चिनु चिनो इति भवति चिनो योगः गुण सार्वधातुक आर्वधातुकयोः गुणं भवति चिनो भवति चिनो योगः ऐ एचो यवा यावः इति चिन वै इति भवति तदेव आवहै आमहै द्वयोः अपि आडुत्तमस्य पिच्च अतः पित्वम् अस्ति सार्वधातुक आर्वधातुकयोः इति सूत्रेण उकारः ओकारः भवति गुणं आदेशः अस्ति अतः गुणं भूत्वा सन्धिकार्यमपि एचो यवा यावः इति सूत्रेण भवति अतः चिनवावहै चिनवामहै इति सिद्धरूपम् अकारः प्रथम आदौ आगच्छति केन सूत्रेण तद् न स्मरामि. अर्ध आगमः अस्ति तत् लुङ् लङ् लुङ् लुङ् शु लुङ् लङ् लङ् लुङ् लङ् अडुदातः लुङ् लङ् अडुदातः इति सूत्रेण आगमः अट्टति आदौ आगच्छति अचिनु योगः अङ्गं सारि अचिनु अङ्गं तदनन्तरं तिङन्तप्रत्ययः अचिनुत इति इदानीं हलादिपि तजादिपि आम् ओके तकारः त इति हलादि अपित् अस्ति अपित् कारणेन गुणं न अस्ति अचिनु अचिनुत एव भवति. आताम् इति प्रत्ययः अजादि अपित् अस्ति. आताम् गुणकार्यं न अस्ति अपित् कारणेन अचिष्णुधातु ब्रुवां युवोर् यङ्गौ इति कार्यं कार्यस्य इति प्रसक्तिः अस्ति. तद् बाध्य हुष्णुवोः सार्वधातुके इति सूत्रं कार्यं करोति. किमर्थं चेत् असंयोगपूर्वस्य उकारः अस्ति. अतः अचिन् अतः यण् आदेशः अचिन् वाताम् इति भवति. अग्रिमं समानकार्यमस्ति खलु अचिन् अचिन् वाताम् अत अपि समानकार्यम् अचिन्वत. धन्यवादः भगिनि. सुब्रह्मण्य महोदय वदति किल. आं भगिनि, इदानीं तु थाः मध्यमपुरुषे एकवचने. प्रथमं तु अत्र अचिनु इति अङ्गमस्ति. अनन्तरम् अत्र अचिनुयोगः थाः थाः हलादि अपि अपित् अपि अस्ति. तत्कारणात् अत्र केवलं वर्णमेलनमेव, कोऽपि गुणकार्यम् इति न भवति अत्र. अचिनुथाः अचिनुयोगः आथां तत्तु अजादि अपित् अस्ति. अपित् कारणतः नित्वत् भूत्वा अत्र नितिच इत्यनेन गुणनिषेधः. अनन्तरम् अत्र अचिष्णु धातुभ्रुवाम् इवोर्यं वङ्गौ इति आगत्य कार्यं कर्तुम् इच्छति, परन्तु अत्र असंयोगपूर्व उकारः कारणतः अत्र उष्णुवोः सार्वधातुके इत्यनेन उकारस्य स्थाने वकारः, इकः स्थाने यन्, अतः अत्र उकारस्य स्थाने वकारः. तत्कारणात् अत्र अचिन्वाथाम् इति भवति. अनन्तरं ध्वं तु हलादि अपि तस्ति. तत्कारणात् अत्र केवलं वर्णमेलनमेव, अचिनध्वम्. अनन्तरम् अचिनुयोगः इ, अत्र इ तु अजादि अपि तस्ति. तत्कारणात् अत्र यथा आथां तथा एव अत्रापि इकार तत् अत्र संयोगपूर्व उकारः कारणात् अत्र उकारस्य स्थाने वकारः अचिन्दि इति भवति. अनन्तरं वहि वहि हलादि अपित्. प्रथमं तु अत्र अचिनुयोगः वहि, वर्णमेलनम् अचिनु वहि, परन्तु अत्र विकल्पेन वकारादिप्रत्ययः कारणतः अत्र लोपश्चास्यान्यतरस्यां वोः इत्यनेन उकारस्य लोपः भूत्वा अचिन्वहि इति भवति. तथा एव अचिनुमहि अचिन्महि. धन्यवादः महोदय. मल्लिबहोदय मणिमहोदय स्टार् सिक्स् करोति महोदय, अहं तु म्यूट् कृतवती. न शृणोमि महोदय. I think someone left that call. अस्तु भगिनी, अस्तु तर्हि कः वदति इदानीं? पुष्प भगिनी वदति वा? मीना भगिनी, मीना भगिनी वदति वा? ईत विधिलिङ्गकार नवप्रत्ययः अपि आदौ इ इति वर्णः अस्ति, अतः कार्यं समानमेव सर्वे अपि सर्वे अजादि अपित् अस्ति. अपित् कारणेन गुणकार्यं न भवति. अजादि अस्ति चिनु इति असंयोगपूर्व अस्ति, अतः हुष्णुवो इति एव कार्यं करोति. अच् सिद्धरूपम् अचुन् अचिन्वीत अचिन्वीयाताम् अचिन्वीरन् अचिन्वीथाः अचिन्वीयाथाम् अचिन्वीध्वम् अचिन्वीय अचिन्वीवहि अचिन्वीमहि. इदानीं महोदय एतद् उक्तवान् प्रश्न साक्षात् उक्तवान् आतजादीनाम् आतश्च इति सूत्राणामपि किञ्चित् विवरणं ददातु इति. तत् आवश्यकं वा भवत् कस्यापि आवश्यकं वा? इदानीं यत्र आड् आगमः भवति लङ्लकारे. अहं विलम्बेन एव कक्षां आगच्छामि, नवमासानि विलम्बेन, अतः पूर्वतनपाठानि न सम्यक्. ओ न चिन्ता भगिनी, अहं वदामि सरलतया भगिनी. यदि कोऽपि गन्तुम् इच्छति चेत् कृपया गच्छतु, किन्तु इदानीम् आडजादीनां किञ्चित् दृष्ट्वा महोदयस्य करपत्रमस्ति भगिनी अत्र, अहं वदामि. नाम किम् इत्युक्ते सार्वधातुकप्रकरणम् अदन्तम् अङ्गम् इति अस्ति खलु, 05 सार्वधातुकप्रकरणम् अदन्तम् अङ्गम् इति अस्ति जालपुटे पश्यति चेत्. तत्र पुनः पञ्चमकरपत्रमस्ति खलु, अङ्गस्य सिद्धतिं प्रत्ययनं च संयोजनम् इति स्वीकृतवती वा? आं स्वीकृतवती. तत्र पश्यति मध्ये पश्यति चेत् तत्र इदानीं लुङ् लङ् लृङ् षु अडुदातः इति अस्ति खलु, पश्यति वा? तस्य पठति वा अनुवृत्तिसहितं? लुङ् लङ् लृङ् च परं चेत् धातुरूपी अङ्गस्य अट् आगमो भवति, स च अडागमः उदात्तसंज्ञकः. अडागमः अस्ति उदात्तसंज्ञकः. उदात्त अनु उदात्त स्वरित इति अस्ति, तत् वयम् अग्रे पश्यामः. इदानीं भगिनी कुत्र पठति? अहं मम करपत्रे तथा नास्ति, मम करपत्रे आमामाम् उदात्त उदात्तसंज्ञकः. इदानीं तस्य आवश्यकता नास्ति, उदात्त वा अनुदात्त वा स्वरित वा इति न विवरणम् इदानीं न आवश्यकं. तर्हि आडागमः अड् आगमः भवति, अट् अट् आगमः अडागमः इति सन्धिरूपेण अट् इदानीम् इत्युक्ते आद्यन्तौ तकितौ इत्यनेन अट् तकारस्य इत्संज्ञा भवति खलु, हलन्ति अतः आदौ आगच्छति. लुङ् लङ् लृङ्षु तेषाम् आदौ, तर्हि लकाराणाम् आदौ आगच्छति खलु, धातुरूपी अङ्गस्य आदौ, तर्हि धातूनाम् आदौ आगच्छति. तर्हि इदानीं तत्र क्लेशः नास्ति, तर्हि कीदृशलकाराणां तादृश अट्टागमः भवति आदौ? लुङ् लकारे, लङ् लकारे, लृङ् लकारे, तयोः अपि तथा एव समानकार्यम् अटागमः भवति इति सूत्रे उक्तं, तत्र प्रश्नः नास्ति खलु. उदात्तः तत्तु इदानीं त्यजतु, स्वरस्य विषयम् इदानीं वयं पठितवन्तः एतावत् पर्यन्तम्. इदानीम् अग्रे गत्वा पुनः किञ्चित् इतोपि अग्रे गच्छति चेत् इदानीम् आडजादीनाम् इति अस्ति. आडजादीनां तस्य अनुवृत्तिसहितसूत्रं पठति वा? प्रथमवाक्यम् अनुवृत्तिसहितसूत्रम् लुङ् लङ् लृङ् च परे चेत् अजादिजातुरूपी अङ्गस्य आट् आगमो भवति, स च अडागमः उदात्तसंज्ञकः. अजादीनाम् अङ्गस्य आट् उदात्तः लुङ् लङ् लृङ् चु मुद्रणदोषः अस्ति, आडागमः भवति, आडागमः इति वदामः. तर्हि साक्षात् इदानीं वयं पूर्वं लुङ् लङ् लुषु अनुदात्तः इति पठितवन्तः खलु. इदानीं किम् अस्ति, तस्य एव अनुवर्तनम् अस्ति, किन्तु अटागमः न भवति किन्तु आटागमः भवति. कीदृशसन्दर्भे कीदृश अङ्गस्य अजादि अङ्गम् अस्ति चेत् साधारणसामान्यसूत्रमस्ति, सामान्यसूत्रमस्ति लुङ् लङ् लृङ्षु अडुदात्तः इति सामान्यसूत्रमस्ति. सर्वत्र प्रसक्तिः अस्ति, यत्र यत्र लुङ् लङ् लृङ्षु अस्ति, लुङ् लङ् लृङ् धातुरूपी अङ्गमस्ति चेत् अस्तु, प्रत्यये परे धातुरूपी लकाराणां धातुरूपी अङ्गम् अस्ति चेत् अच् आगमः भवति. किन्तु यत्र अजादि अस्ति, जातीनां किं भवति? आदागमः भवति. अजादि अस्ति चेत् अकार ओके आकारः आकारः आगच्छति. पुनः आद्यन्तं सहितो इत्यनेन इदानीं हलन्ति इत्यनेन चकारस्य लोपः भवति, आ इति तिष्ठति, आद्यन्तं सहितो इत्यनेन आदौ आगच्छति. आ इति वृद्धि भवति, अकारः इति इदानीं तत् नास्ति. इदानीम् आडजादीनाम् इत्युक्ते आगमः भवति इति एव कार्यमस्ति अस्मिन् सूत्रे. कार्यं सिद्धरूपम् अस्ति चेत् एकनिमिष अनन्तरं गुणं वा वृद्धि वा इति अग्रिमसूत्रं वदति. आटश्च इदानीम् आडजानि दिनं किं वदति? अजादि अदातुमपि अङ्गमस्ति चेत् लिङ्गु आट् आगमः भवति. अस्तु, सामान्यतया अट्टागमः, किन्तु अजादि अस्ति चेत् आडागमः इति एव अस्ति इति एतावत्पर्यन्तं तथैव वयम् अस्माभिः दृष्टम्. इदानीम् आतश्य इति सूत्रं पश्यतु, ततः पूर्वं वृद्धिरेचि जानाति वा? वृद्धिरेचि इति सूत्रं वृद्धिरेचि आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम् एकनिमिषं वृद्धिरेचि इति सूत्रस्मात् पुनः अत्र अनुवृत्तिः आगच्छति. इदानीं धातु सूत्रपाठः पश्यामः, अष्टाध्यायी सूत्रपाठः पश्यामः चेत् तस्य अनन्तरम् आगच्छति वृद्धिरेचि इत्यस्य साक्षात् अनन्तरम् आगच्छति, किञ्चित् अनन्तरम् आगच्छति, तर्हि वृद्धिः इति तत्रापि अनुवृत्तिः भवति. तर्हि अनुवृत्ति कीदृशम् इति इदानीं यत्र यत्र आटागमः भवति, यत्र यत्र आटागमः अस्ति चेत् आटः अचि परे आटपूर्व आट आट् इति षष्टिविभक्ति अस्ति आटः इति. अनन्तरम् अचुवर्णः अस्ति चेत् पूर्वपरयोः स्थाने वृद्धिः भवति. कस्य कस्य किमस्ति कस्य अपवादमस्ति तस्य अपवादः साधारणतया आकारः योगः इकारः किं भवति? गुणः एव भवति. गुणः भवति. आकारः योगः अकारः किं भवति? दीर्घसन्धि आकारः दीर्घसन्धि. इदानीमपि यत्र दीर्घसन्धिः भवति तत्र दीर्घः एव तिष्ठति. किमर्थम् इत्युक्ते वृद्धिः नास्ति खलु, यत्र अकारः अस्ति तत्र वृद्धिः न भवति. किन्तु यत्र यत्र गुणः भवति तस्मिन् समये इको एणचि इत्यस्य अपवा क्षम्यतां किमस्ति आद्गुणः इत्यस्य अपवादः अस्ति. आद्गुणः इत्यस्य अपवादः. अहं कक्षां अपवादः अस्ति, अत्र तु किमपि चिन्ता नास्ति भगिनि. यत्र यत्र आगमः भवति तस्य वृद्धिः एव भवतु इति मनसि स्थापनीयं. तर्हि किम् इदानीम् अत्र अत्रैव पूर्वम् उदाहरणमस्ति इदानीं ऐच्छति इति रूपम् आगच्छति खलु आयोगः इच्छति ऐच्छति इति भवति तथा एव एदथे इति अस्ति तत्रैव सूत्रैव करपत्रैव एद् इति धातुः अस्ति तर्हि आयोगः ए ऐद् इति भवति रूपम् ऐदथ इति आत्मनेपथ्य धातुः ऐच्छत् इति प्रश्नेपदि ऐदत ए ऐदत इति एद् धातोः लङ्कारः अस्ति अभवत् अवगतं वा भगिनि संशयः अस्ति वा किञ्चित् इतोपि क्लेशः अस्ति वा नो चेत् अग्रिमसप्ताहे पश्यामः अवगच्छामि धन्यवादः भगिनि धन्यवादः भगिनि सर्वेषां धन्यवादः शुभरात्रिः धन्यवादः भगिनि धन्यवादः महोदय शुभरात्रिः Thank you.